सर्वगुह्यतमं सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्तरहस्यम् उक्तमपि असकृतं भूयः पुनः शृणु मे मम परमं प्रकृष्टं वचः वाक्यं न भयात् नापि अर्थकारणाद्वा वक्ष्यामि किं तर्हि इष्टः प्रियः असि मे मम दृढम् अव्यभिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितं परमं ज्ञानप्राप्तिसाधनं तद्धि सर्वहितानां हिततमं किं तत् इति आह मन्मनाभवमद्भक्तो मद्योजी मां नमस्कुरो मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे मन्मनः भव मच्चित्तः भव मद्भक्तः भव मद्भजनो भव मद्याजी मद्यजनशीलो भव मां नमस्कुरो नमस्कारमपि ममैव कुरु तत्र एवं वर्तमानः वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनः मामेव येष्यसि आगमिष्यसि सत्यं ते तव प्रतिजाने सत्यां प्रतिज्ञां करोमि एतस्मिन् वस्तुनि इत्यर्थः यतः प्रियः असि मे एवं भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यं भावि मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति वाक्यार्थः कर्मयोगनिष्ठायाः परमरहस्यम् ईश्वरशरणतामुपसंहृत्य अथ इदानीं कर्मयोगनिष्ठाफलं सम्यक् दर्शनं सर्ववेदान्तसारविहितं वक्तव्यमिति आह सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः सर्वधर्मान् सर्वे च ते धर्माश्च सर्वधर्माः तां धर्मशब्देन अत्र अधर्मोऽपि गृह्यते नैष्कर्म्यस्य विवक्षितत्व नाविरतो दुश्चरिता त्यजधर्मम् अधर्मञ्च इत्यादि श्रुतिस्मृतिभ्यः सर्वधर्मान् परित्यज्य सन्न्यस्य सर्वकर्माणि इत्येतत् मामेकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम् अहमेव इति एवं शरणं व्रज न मत्तः अन्यत् अस्ति इति अवधारे इत्यर्थः अहं त्वां एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेन उक्तञ्च नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता इति अतः मा शुचः शोकं मा कार्षीः इत्यर्थः अस्मिन् गीताशास्त्रे परमनिःश्रेयससाधनं निश्चितं किं ज्ञानं कर्म वा आहोस्वित्वभयम् इति कुतः संशयः यज्ञात्वामृतमश्नुते ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् इत्यादीनि वाक्यानि केवलज्ञानात् निःश्रेयसप्राप्तिं दर्शयन्ति कर्मण्येवाधिकारस्ते कुरुकर्मैव इत्येवमादीनि कर्मण अवश्यकर्तव्यतां दर्शयन्ति एवं ज्ञानकर्मणोः कर्तव्यत्वोपदेश समुच्चितयोरपि निःश्रेयसहेतुत्वं स्यात् इति भवेत् संशयः कस्यचित् किं पुनरत्र मीमांसफलम् ननु एतदेव येषामन्यतमस्य परमनिःश्रेयससाधनत्व अवधारणम् अतः विस्तीर्णतरं मीमांस्यम् एतत् आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वं भेदप्रत्ययनिवर्तकत्वेन कैवल्यफलावसायित्व क्रियाकारकफलभेदबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्त मम कर्म अहं कर्ता मुष्मिफला इदं कर्म करिष्यामि इति इयम् अविद्या अनादिकालप्रवृत्ता। अस्याः अविद्यायाः निवर्तकम् अयमहमस्मि केवलो अकर्ता अक्रियो अपलः न मत्तो अन्यो अस्ति कश्चित् इत्येवं रूपम् आत्मविषयं ज्ञानम् उत्पद्यमानं कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्व। तुशब्दः पक्षव्यावृत्त्यर्थः। न केवलेभ्यः कर्मभ्यः न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिः इति पक्षद्वयं निवर्तयति। अकार्यत्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपत्तिः। न हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियते। केवलं ज्ञानमपि अनर्थकं तर्हि? न, अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात्। अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम्। रज्ज्वादिविषये सर्पादि अज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत्। विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानं हि प्रकाशफलं तथा ज्ञानं। दृष्टार्थानां च छिदिक्रियाग्निमन्थनादीनां व्यापृतकर्त्रादिकारकाणां द्वैतीभाव अग्निदर्शनादिफलात् अन्यफले कर्मान्तरेव व्यापार अनुपत्तिः यथा तथा दृष्टार्थायां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते। भुज्याग्निहोत्रादिक्रियावत् स्यादिति चेन्न कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपत्तेः। कैवल्यफले हि ज्ञाने प्राप्ते। सर्वदसम्प्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्व अभाववत् फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थित्व अनुपपत्तिः। न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारः उपपद्यते तद्विषयं वा अर्थित्वम्। तस्मात् न कर्मणो अस्ति निःश्रेयससाधनत्वं न च ज्ञानकर्मणोः समुच्चितयोः। नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्य अपेक्षा। अविद्यानिवर्तकत्वेन विरोधात्। न हि तमः तमसः निवर्तकम्। अतः केवलमेव ज्ञानं निःश्रेयसदनम् इति न। नित्य अकरणे प्रत्यवायप्राप्तेः। कैवल्यस्य च नित्यत्वात्। यत्तावत् केवलाज्ञानात् कैवल्यप्राप्तिः इत्येतत् तत् असत्। यतः नित्यानां कर्मणां शुत्युक्तानाम् अकरणे प्रत्यवायः नरकादिप्राप्तिलक्षणः स्यात्। ननु एवं तर्हि कर्मभ्यो मोक्षो नास्ति इति अनिर्मोक्ष एव? नैष दोषः। नित्यत्वात् मोक्षस्य नित्यानां कर्मणाम् अनुष्ठानां प्रत्यवायस्य अप्राप्तिः। प्रतिषिद्धस्य च अकरणात् अनिष्टशरीर अनुत्पत्तिः। काम्यानां च वर्जनम् इष्टशरीर अनुपत्तिः। वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहान्तरोत्पत्तौ च कारण अभावः। आत्मनः रागादीनां च अकरणे स्वरूप अवस्थानमेव कैवल्यमिति अयत्नसिद्धं कैवल्यम् इति। अतिक्रान्त अनेकजन्मान्तरकृतस्य स्वर्गनर्कादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोग अनुपत्तेः क्षय अभावः इति चेत् न। नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः। प्रायश्चित्तवद्वा पूर्वोपात्तदुरितक्षयार्थं नित्यं कर्म। आरब्धानां च कर्मणाम् उपभोगेनैव क्षीणत्व अपूर्वाणां च कर्मणाम् अनारम्भे अयत्नसिद्धं कैवल्यम् इति न। तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते यनाय इति विद्यायाः अन्यः पन्थाः मोक्षाय न विद्यते इति श्रुतेः चर्मवदाकाशवेष्टन असम्भवतु अविदुषः मोक्ष असम्भवश्रुतेः ज्ञानात् कैवल्यमाप्नोति इति च पुराणस्मृतेः अनारब्धफलानां पुण्यानां कर्मणां क्षय अनुपपत्तेश्च। यथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां सम्भवः तथा पुण्यानाम् अनारब्धफलानां स्यात् सम्भवः। तेषां च देहान्तरम् अकृत्वा क्षय अनुपपत्तौ मोक्ष अनुपत्ति धर्माधर्महेतूनां च रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानाम् उच्छेद अनुपत्तेः धर्माधर्मोच्छेद अनुपत्तिः नित्यानां च कर्मणा पुण्यफलत्वसुतेः वर्णाश्रमाश्च स्वकर्मनिष्ठाः इत्यादि स्मृतेश्च कर्मक्षय अनुपत्तिः ये तु आहुः नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृतदुरितकर्मणां फलमेव न तु तेषां स्वरूपव्यतिरेकेण अन्यत् फलम् अस्ति अश्रुतत्वात् जीवनादिनिमित्ते च विधानादिति न अप्रवृत्तानां कर्मणा फलदान असम्भवत् दुःखफलविशेष अनुपत्तिश्च स्यात् यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठान आयासदुःखं भुज्यते इति तदसत् न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि नरकफल उपभोग अनुपत्तिः न स्यात् तस्य दुरितस्य दुःखविशेषफलत्व अनुपत्तेश्च अनेकेषु हि दुरितेषु सम्भवत्सु भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्यमानेषु द्वन्द्वरोगादिबाधनं निर्निमित्तं न हि शक्यते कल्पयितुं नित्यकर्मानुष्ठानायासदुःखमेव पूर्वोपात्तदुरितफलं न शिरसा पाषाणवहनाय दुःखमिति अप्रकृतं च इदमुच्यते नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरितकर्मफलम् इति कथम्